तर्हि इदानीम् अस्माकं पुस्तकं गीतासोपानमस्ति प्रथमभागः, तत्र चतुर्विंशः पाठः नाम चतुर्विंशतितमः पाठः उपसर्गाः नाम्ना. उपसर्गाः अयं पाठः कस्मिन् पुटे अस्ति? चतुर्विंशतितमः चतुर्विंशतितमः पाठः कस्मिन् पृष्ठे? पृष्ठसङ्ख्या चतुर्विंशतिः. पृष्ठसङ्ख्या नवतिः. नवतितमे पुटे अस्ति. अस्तु, तर्हि अग्रे लक्ष्मी भगिनी कृपया पठतु. पश्यत उच्चैः पठत च भीष्मः गच्छति, कुन्ती आगच्छति, कृष्णः धावति, कालयवनः अनुधावति, आगच्छति, अनु प्लस् धावति, अनुधावति. इति उपसर्गः. नाम धातुतः पूर्वं यः भागः अस्ति तस्य नाम उपसर्गः. आ, अनु, अप. अस्तु, तत्र उदाहरणानि दत्तानि सन्ति. भीष्मः गङ्गां दृष्ट्वा आगच्छति. एकलव्यः द्रोणाचार्यं प्रणमति. कृष्णस्य भक्ताः न प्रणश्यन्ति. अत्र आगच्छति इति आ, प्रणमति इति प्र, प्रणश्यति इति प्र. अस्तु, रत्ना भगिनी अग्रे पठति वा? आम् महोदय. अर्जुनस्य मुखं परिशुष्यति, कामात् क्रोधः अभिजायते, आत्मा प्रसादम् अधिगच्छति, संशयात्मा विनश्यति. अत्र उपसर्गमिति वदतु, नाम उदाहरणार्थम् अर्जुनस्य मुखं परिशुष्यति. परिशुष्यति नाम अत्र अर्जुनस्य मुखम्. अस्तु, आरम्भतः भीष्मः गङ्गां दृष्ट्वा आगच्छति इति अस्य वाक्यस्य स्पष्टता स्यात्. एकलव्यः द्रोणाचार्यं प्रणमति, प्रणामं करोति इति प्रणमति. तत्र नम् इति धातुः, नमति, प्र उपसर्गः. तत्र किमर्थं नम् धातोः नकारस्य णत्वम् अस्ति? किमर्थं रेफः अस्ति? प्रणमति. अग्रे कृष्णस्य भक्ताः न प्रणश्यन्ति. अत्र धातुः अस्ति प्र, उपसर्गः अस्ति प्र, धातुः नश्यन्ति, नश् धातुः अस्ति, नश् नश् धातुः. यथा नष्टः, नाशः, नश्यति इति धातुः अस्ति नश्. अस्तु, तर्हि भवती वदतु रत्ना भगिनी, अर्जुनस्य मुखं परिशुष्यति, तस्य वाक्यस्य अर्थः कः? शुष्यति इत्युक्ते संस्कृतेन वदतु. ड्रै, संस्कृतेन अहम् उक्तवान् तस्मात् प्राकेव, तथापि भवती आङ्ग्लभाषया वदति. कः दुर्व्यवहारः अस्ति? अहं वदामि यद् अहं चिन्तयामि स्म, ओ सः आङ्ग्लभाषया वदिष्यति इति दृष्ट्वा शुष्कं भवति इति. किमर्थं न वक्तुं शक्तवती इति? तथा प्रयासः भवेत्. शुष्कः मुखं, शुष्कम् इति वयं जानीमः, यत्र जलस्य अभावः अस्ति तत्र शुष्कं, धातुः सः एव. अस्तु, परिशुष्यति. अग्रे कामात् क्रोधः अभिजायते, अभि उपसर्गः, जायते जायते इत्युक्ते जन्मं भवति उत्पद्यते उत्पद्यते धातुः अस्ति जन् अस्तु अग्रे आत्मा प्रसादात् प्रसादम् अधिगच्छति एतदहं सम्यक्तया न जानामि महोदय आत्मा प्रसादम् अधिगच्छति आत्मा प्रसादम् अधिगच्छति अधिगच्छति अधिगच्छति नाम अधिगच्छति इत्यस्य अर्थः यथा अवगच्छति इति अपि अर्थः अस्ति अवगच्छति अनन्तरं गृह्णाति अपि अर्थः अस्ति गृह्णाति अतः अत्र तादृश अर्थः स्यात् अधिगच्छति अत्र अग्रे अधि उपसर्ग गम् धातुः भवति वा सत्यम् अधिगच्छति संशयात्मा विनश्यति तस्य नाशं भवति यस्य संशयः भवति वि उपसर्गः नष्टातुः अनन्तरं भगवान् वर्षं निगृह्णाति उत्सृजति च उपसर्ग सृज् धातुः सत्यम् अपि च निगृह्णाति गृह्णातुः नि उपसर्ग सत्यं सत्यं नि उपसर्गः अत्र भगवान् वर्षं निगृह्णाति उत्सर्जति च तस्य अर्थः कः अत्र वर्षमिति वृष्टिः इति चिन्तयतु वृष्टिः वर्षं निगृह्णाति गृह्णाति इत्युक्ते ददाति उत्सृजति उत्सृजति आकाशात् पातयति इति वा भगवद्द्वारा वृष्टिः प्राप्यते अस्माभिः इति कारणतः तथा उच्यते तत्र भगवान् ददाति वृष्टिम् इति अर्थः अस्तु सुब्रह्मण्य महोदय अग्रे मनुष्यः कार्याणि कुर्वन् सिद्धम् अवाप्स्यति सिद्धिम् अवाप्स्यति आप्स्यति अवादात् उपसर्ग आप्स्यति आप्नोति इति अर्थः अवाप्स्यति इति भविष्यत्कालः अस्ति अत्र अव इति उपसर्गः अव अपि च आ न आप् इति धातुः अव इति उपसर्गः अत्र भविष्यत्कालः अस्ति अवाप्स्यति अपि च निग्रहणं निगृह्णाति उत्सर्जति तत्र निग्रहणं नाम स्वीकरोति निबन्धनं करोति तत्र अपि च तद् उत्सर्जति इति नाम ददाति इति तर्हि उभयं करोति सः भगवान् इति अर्थः खलु निगृह्णाति अपि च उत्सृजति अग्रे कर्मयोगी विशिष्यते वि उपसर्ग शिश् इति धातुः योगिनः यज्ञं पर्युपासते पर् उपसर्ग परि उप आ आस इति धातुः आसते आस् इति धातुः परि प्लस् उप प्लस् आस् उपासनम् इति अर्थः. स्वभावः तु प्रवर्तते. प्र उपसर्ग वर्त धातु वृत् वृत् धातु वृत् वृत् धातु. जगत् विपरिवर्तते. वि परि उपसर्ग उपसर्गद्वयमस्ति विपरि प्लस् वृत्. कार्याणि आत्मवन्तः आत्मवन्तं न निबध्नन्ति. बद् नीति विवस्वान् योगं मनवे प्राह. अह् धातु प्र उपसर्ग वस्तुतः ब्रू इति धातुः अस्ति. ब्रू धातुः ब्रू ब्रूते आह इति विकल्पेन रूपं वदति. ब्रूते अथवा आह प्र इति उपसर्गः अस्ति. अग्रे विमूढा जीवात्मानं न अनुपश्यन्ति. अनु उपसर्ग पश् दृश् दृश् रूपेण पश् पश्यन्ति. दृश् इति धातुः पश्यति. अनु उपसर्गः मूढाः विमूढाः. पण्डिताः साङ्ख्ययोगौ पृथक् न प्रवदन्ति. प्र उपसर्गः विभुः कस्यचित् पापं न आदत्ते. दद् धातुः दा धातुः दा धातुः ददाति आददाति. आदत्ते नाम स्वीकरोति. आदत्ते दा इति धातुः उभयपदि धातुः अस्ति. ददाति दत्ते. ददाति इति परस्मैपदीरूपम् आत्मैपदीरूपं दत्ते. तर्हि आ इति उपसर्गपूर्वकः आ नाम तत् अत्र विपरीतरीत्या अर्थः भवति. विपरीतरीत्या नाम ददाति दानस्य दानार्थे न अपि च स्वीकरणस्य अर्थे अस्ति. तर्हि विभुः नाम प्रभुः कस्यचित् पापं न स्वीकरोति इति अर्थः आदत्ते. अस्तु तर्हि अग्रे सरेम. इदानीम् उपसर्गाः द्वाविंशति उपसर्गाः सन्ति. द्वाविंशतिः उपसर्गाः सन्ति. भवान् पठितुमिच्छति वा? भवान् पठति न पठति वा? अस्तु अग्रे भवती. उपसर्गः धातुः क्रियापदम् उपसर्गसहितम् उच्चैः पठिता जानीता च. आ प्लस् गम् गच्छति आगच्छति. गच्छति इति यत्र उपसर्गः नास्ति. आ प्लस् नी प्लस् प्लस् न आ प्लस् नयति आनयति. किन्तु धातुः वदतु आ नी. आ नी नयति आनयति. उत् स्था तिष्ठति उत्तिष्ठति. अनु सृ धातु सरति क्रियापदम् अनुसरति. अनु वद् धातुः वदति क्रियापदम् अनुवदति. अनु उपसर्गः धा धातुः धावति क्रियापदम् अनुधावति. अनु उपसर्गः अखु धातुः करोति क्रियापदम् अनुकरोति वि उपसर्गः लिख धातुः लिखति क्रियापदम् विलिखति अस्तु रत्ना भगिनी एकः पदतु कृपया वि उपसर्गः हृ धातुः हरति क्रियापदम् विहरति वि उपसर्गः स्मृ धातुः स्मरति क्रियापदम् विस्मरति नि उपसर्ग क्षिप् धातुः क्षिपति क्रियापदम् निक्षिपति प्रा उपसर्ग हृ धातुः हरति क्रियापदम् प्रहरति प्रा उपसर्गः क्षाल् धातुः क्षालयति क्रियापदम् प्रक्षालयति परि उपसर्गः पाल् धातुः पालयति क्रियापदम् परिपालयति परि उपसर्गः प्रच् धातुः पृच्छति क्रियापदम् परिपृच्छति अव उपसर्गः गम् धातुः गच्छति क्रियापदम् अवगच्छति अव उपसर्गः नम् धातुः नमति क्रियापदम् अवनमति अधि उपसर्गः वस् धातुः वसति क्रियापदम् अधिवसति अस्तु सुब्रह्मण्य महोदय अग्रे उपसर्ग कृ धातु करोति क्रियापदम् उपकरोति सम् उपसर्गः ग्रह धातुः गृह्णाति क्रियापदम् सङ्गृह्णाति सम् उपसर्गः हृ धातु हरति क्रियापदम् संहरति निस् उपसर्गः सृ धातु धातुः सरति क्रियापदम् निस्सरति परा उपसर्गः भू धातुः भवति क्रियापदम् पराभवति अप उपसर्गः कृ धातुः करोति क्रियापदम् अपकरोति अभि उपसर्गः ज्ञा धातुः जानाति क्रियापदम् अभिजानाति इति तादृशानि रूपाणि भवन्ति अस्तु अग्रे किम् अस्तु अस्तु अस्तु अनु उपसर्गः शुच् धातुः शोचति क्रियापदम् अनुशोचति प्र उपसर्गः तत्र अनुशोचति इति अवगच्छति वा अर्थः शोचति शुच् शुच् नाम अत्र अनुशोचति नाम दुःखम् अनुभवति अग्रे प्र उपसर्गः हा धातुः जहाति क्रियापदं प्रजहाति त्यजति इति अर्थः प्र उपसर्गः ब्रू धातुः आह क्रियापदं प्राह वदति इति अर्थः उत् उपसर्गः सृ धातुः सृजति क्रियापदम् उत्सृजति अव उपसर्गः लोक् धातुः लोकते क्रियापदम् अवलोकते पश्यति वीक्षति नि उपसर्गः युज् धातुः युङ्क्ते क्रियापदम् नियुङ्क्ते नियोजयति अधि उपसर्गः इण् धातुः क्रियापदं नास्ति अधीते न क्रियापदम् अस्ति एति तस्य इति एति भवति एति गति गति अर्थे अस्ति गच्छति इति अर्थः किन्तु अधि वस्तुतः न किमस्ति अत्र अधि इति ई हा अधि पूर्वकः इण् धातुः सर्वदा अधि उपसर्गेण सह भवति. सर्वदा उपसर्गेण, उपसर्गरहितरूपं नास्ति वस्तुतः. न द्वितीय इन् धातुः अस्ति गति अर्थः. गति अर्थः इन् धातुः अन्य अस्ति, तस्य रूपमस्ति एति. किन्तु अयम् इन् धातुः नाम इन् धातुद्वयमस्ति. अयम् इन् धातुः केवलम् अध्ययनार्थे अस्ति, सर्वदा अति उपसर्गपूर्वकः अस्ति. अनु धातुः वृत् अनु उपसर्गः वृत् धातुः वर्तते क्रियापदम् अनुवर्तते. अनुवर्तते इति अवसति वा अग्रे गच्छति इति. हा अनुवर्तते. अस्तु लक्ष्मी. उपसर्गः जनि धातुः जायते क्रियापदम् उपजायते. धातुः अस्ति जन् वस्तुतः जन् इति धातुः. तत्र प्रत्येकं धातुः रूपद्वयमस्ति. पाणिनीयधातुपाठे एकं मूलरूपमस्ति, अनन्तरं लौकिकधातुः अपि अस्ति. उदाहरणार्थं करोति इति अस्य धातुः कृ धातुः, कृ करोति. किन्तु धातुपाठे पाणिनीयधातुः पाणिनीयपाठे मूलधातुः अस्ति डुक्रै. डु कृ या डुक्रै इति. अतः तथा मूलरूपं दत्तमस्ति भाति अत्र जनि. किन्तु लौकिकधातुः अस्ति जन्. वि उपसर्गः ईक्ष धातुः क्रियापदम् ईक्षते वीक्षते. प्रा उपसर्गः भाष धातुरूपं क्रियापदं भाषते प्रभाषते. अनु उपसर्गः सज्ज धातुरूपं सज्जते अनुसज्जते. वस्तुतः धातुः अस्ति भाष, भाषा इति न. नाम पुनः धातुपाठे पाणिनीयधातुपाठे भाषा इति भवितुमर्हति, पुनः तथैव सज्जा इति भवितुमर्हति. किन्तु लौकिकधातुः अस्ति भाष सज्ज इति. अस्तु तत्र नोट् अस्ति तत्र धेयं ब्रू धातुः. यथा मया उक्तं पूर्वं ब्रू इति आह. तत्र ब्रू इति पश्यतु उपसर्गः प्रा ब्रू धातुः ब्रू धातुः उभयपदी ब्रवीति ब्रूते इति रूपद्वयं. तस्य वर्तमानकाले आह इत्यपि रूपान्तरमस्ति. वस्तुतः आह इति आह आहतुः आहतुः इति तत्र आहुः आह आहुतुः आहुतु आहुः इति पञ्चरूपाणि सन्ति. मदिवपुर तत् मदिवपुरुषस्य द्विवचनपर्यन्तं यथा यथा वदति वदतः वदन्ति वदसि वदतः वदथ वदामि वदावः वदामः. तत्र वदसि वदथः वदथ पर्यन्तम् आह इत्यस्य पञ्चरूपाणि सन्ति केवलं. नो चेत् ब्रू धातोः ब्रूते इति अस्ति. तत्र सर्वे ब्रू इति अस्मात् आरभ्य सर्वाणि रूपाणि सन्ति. आह इत्यस्य केवलं पञ्च. मणिपुरुषस्य द्विवचनपर्यन्तम् धातुः अधि उपसर्गेण सहितः सहितः एव प्रयुज्यते. उपसर्गं क्रियापदं च योजयित्वा लिखत. उपसर्गः क्रियापदम् उपसर्गसहितं. वि लिखति विलिखति. प्र पठति प्रपठति. अनु गच्छति अनुगच्छति. संहरति संहरति. प्रणमति प्रणमति. सन्तुष्यति सन्तुष्यति. परित्यजति परित्यजति आनयति आनयति परिहरति परिहरति प्रभवति प्रभवति अनुवदति अनुवदति वितरति वितरति अवगच्छति अवगच्छति निक्षिपति निक्षिपति उपकरोति उपकरोति उत्पतति उत्पतति निःसरति निःसरति अधिवसति अधिवसति अनुसरति अनुसरति अवनमति अवनमति गृह्णाति सङ्गृह्णाति वि नश्यति विनश्यति प्र आप्नोति प्राप्नोति सं तरति सन्तरति प्रयाति प्रयाति सं जायते सञ्जायते प्र आरभते प्रारभते आदत्ते आदत्ते उपरमते उपरमते उपपद्यते उपपद्यते वि प्लस् नि प्लस् वर्तते विनिवर्तते पर प्लस् अयते पलायते अस्तु इदानीम् अग्रे द्वाविंशतिः उपसर्गाः ते च वदतु अवधि प्र पर अप सम अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप इति द्वाविंशतिः उपसर्गाः इदानीं सूचना अस्ति हा अग्रे केचन उपसर्गाः इव सन्ति नाम उपसर्गतुल्याः हा अपि च हा अस्तु अग्रे अग्रे लक्ष्मीभगिनी पठतु किल उच्चैः पठत जानीत च कुत्र अस्ति अलं कुत्र अस्ति भवति अलं बहिस् अन्तर् इत्यादयः उपसर्गतुल्याः एव भवन्ति यथा अलं करोति अलङ्करोति बहिस् करोति बहिष्करोति अन्तर् प्लस् भवति अन्तर्भवति अन्तर् प्लस् वसति अन्तर्वसति नाम अलं बहिस् अन्तर् इति उपसर्गाः न सन्ति अपि तु उपसर्गतुल्याः उपसर्ग इव सन्ति अस्तु स्वी उष्णी सज्जी इत्यादयः अपि उपसर्गतुल्याः सन्ति यथा स्वी प्लस् करोति स्वीकरोति उष्णी प्लस् करोति उष्णीकरोति सज्जी प्लस् करोति सज्जीकरोति अत्र उपसर्गाः न सन्ति किन्तु उपसर्गाः इव किमर्थं वदामः इति चेत् यत्र उपसर्गः अस्ति तत्र विशिष्टव्यवहारः अस्ति उदाहरणार्थं क्त्वा इति वदामः खलु क्त्वा गत्वा गत्वा यदि आ उपसर्गः अस्ति तत्र किं भवति तत्र किं तत्र क्त्वा इति प्रत्ययः रत्ना भगिनी जानाति न तत्र आगत्य तत्र प्रत्ययः कः ल्यप् अस्ति तर्हि क्त्वा किन्तु उपसर्गपूर्वकधातुः अस्ति चेत् तत्र ल्यप् भवति न तु क्त्वा तर्हि अत्र अयं नाम अलङ्करोति बहिष्करोति तत्र बहिष्करोति अन्तर्भवति एतत् सर्वं यद्यपि उपसर्गाः न सन्ति तथापि ल्यप् भवति अतः कृत्वा अलङ्कृत्य कृत्वा बहिष्कृत्य करोति स्वीकृत्य इति एतत् सर्वमस्ति. करोति उष्णीकृत्य एतत् सर्वं भवति. अस्तु, समीचीनम्. इदानीं महोदय पठतु कृपया. उपसर्गनियमाः. उपसर्गः धातोः पूर्वं भवति, यथा आ प्लस् गच्छति आगच्छति. उपसर्गेण कदाचित् धातोः अर्थः परिवर्तते, यथा स्मरति विस्मरति, गच्छति आगच्छति, पद्यते प्रपद्यते. कदाचित् उपसर्गः पद्यते अपि च प्रपद्यते, तत्र अर्थभेदः. वयं यथा तत्र गच्छति आगच्छति, स्मरति विस्मरति इति वयं जानीमः एव. इदानीं पद्यते प्रपद्यते इति अहं पृच्छामि इति प्रश्नः अस्ति. पद्यते पद्यते इत्यस्य अर्थं जानाति वा? पद्यते पद्यते नाम गच्छति. इति तत्र एकः अर्थः अस्ति गच्छति. अनन्तरं पतति इति अपि अर्थः, पद्यते इति अपि पतति अपि अर्थः अस्ति, गच्छति इति अपि अर्थः अस्ति. प्रपद्यते नाम प्रविशति, प्रविशति इति सामान्य अर्थः अस्ति. प्रस्थानं करोति इति अपि अर्थः अस्ति, प्रस्थानं करोति, प्रपद्यते. अन्ये अपि अर्थाः सन्ति, किन्तु तत्र मुख्य अर्थद्वयं तत् एव. किन्तु अर्थभेदः अस्ति. अस्तु अग्रे. कदाचित् उपसर्गः धातोः अर्थस्य पोषणं करोति, यथा शोभते सुशोभते, लिखति विलिखति, आरभते प्रारभते, चरति सञ्चरति, जायते सञ्जायते इति. पोषणं नाम समर्थनम् अस्ति, समर्थनं करोति, साहाय्यं करोति तस्मिन्नेव अर्थे. अस्तु, रत्ना भगिनी अग्रे. कदाचित् धातोः पूर्वं द्वित्राः उपसर्गाः भवन्ति, प्रति प्लस् आ प्लस् गच्छति प्रत्यागच्छति, सम् प्लस् अधि प्लस् गच्छति समधिगच्छति, निर् प्लस् आ प्लस् करोति निराकरोति, सम् प्लस् उत् प्लस् आ प्लस् हरति समुदाहरति, वि प्लस् अत्र स्थापयति. अतः ज्ञायते चेत् वदतु, यथा गच्छति प्रत्यागच्छति. प्रत्यागच्छति नाम इत्युक्ते गृहं प्रत्यागच्छति तथा. हा हा. अपि च अग्रे गच्छति तत्र समधिगच्छति, प्राप्नोति इति अर्थः, समधिगच्छति. करोति निराकरोति, निराकरोति इति जानाति वा? न इति अर्थः, न स्वीकरोति इति अर्थः. अस्तु अग्रे. सम् प्लस् उत् प्लस् आ प्लस् हरति समुदाहरति. उच्चारयति इति अर्थः. उदाहरणम् उदाहरणं हरणमिति हृदातुः हरणम्, उत् प्लस् आ प्लस् हृदातुः उदाहरणम्, उदाहरणार्थम् उदाहरणमस्ति. तर्हि हरणं भिन्नमस्ति खलु, उदाहरणं भिन्नमस्ति. तर्हि अत्र समुदाहरणम् उच्चार्यति, उच्चारयति अथवा वदति इति अपि अर्थः अस्ति, वदति इति अपि अर्थः अस्ति, टु डिक्लेयर् इति तादृश अर्थः अस्ति. अस्तु अग्रे. वि प्लस् अवा प्लस् स्थापयति व्यवस्थापयति, व्यवस्थां करोति. सत्यं, तर्हि स्थापयति भिन्नमस्ति, व्यवस्थां करोति व्यवस्थापयति इति, व्यवस्था क्रियते इति अर्थः. अग्रे वि प्लस् परि प्लस् वर्तते विपरिवर्तते. नाम अपरस्यां दिशि गमनम्, अपरस्यां दिशि गमनम् इति अर्थः. अथवा नाम अहम् उत्तरस्यां गच्छामि स्म, अनन्तरं दक्षिणदिशि अहं तत्र मनपरिवर्तनं कृत्वा तत्र गतवान् इति विपरिवर्तते. अग्रे नमति इति तादृश अर्थः अस्ति, प्रणिपतति. अस्तु अग्रे परि प्लस् उप प्लस् आसते पर्युपासते. पर्युपासते जानाति वा? आसते, आसते इति उपवेशनार्थः अस्ति. आस्ते अत्र आस्ते आसति धातुः, आस्ते इति अर्थः भिन्नभिन्नरीत्याः सन्ति, अर्थाः सन्ति. किन्तु आस्ते इति उपविशति इति एक अर्थः अस्ति. इदानीं सम्यक् उपासनमिति पर्युपासते, अतः अत्र भेद्यते अर्थः भिद्यते. अग्रे ईक्षते नाम पश्यति, ईक्षते नाम पश्यति, पश्यति. सम्प्रेक्षते नाम सम्यक् रूपेण परिशीलनं करोति, सम्यक् रूपेण, यथा वैज्ञानिकाः कुर्वन्ति प्रयोगशालायां, वैज्ञानिकाः कुर्वन्ति तथा सम्प्रेक्षते. अग्रे वि प्लस् अति प्लस् तरति व्यति तरति न ज्ञायते, किन्तु वितरति इति वयं जानीमः खलु, वितरणं, तरणं वितरणं, तत्र भेदः अस्ति खलु. तरति वितरति, हा वितरणं वितरति, हा इति अर्थः अस्ति, हा तादृश अर्थः अस्ति. हा पुनः वदामि अन्य अर्थः अस्ति, प्रसिद्ध अर्थः, अन्यत् उदाहरणं ददामि. तत्र यत्र अर्थभेदः अस्ति तत्र हृ धातुः हरति. इदानीं प्रहारः इति जानीमः खलु, प्रहारः, प्रहरति इति प्रहारः. इदानीम् आहरति इति आहारः, आहारति जानन्ति खलु, हरति इति तत्र प्रहारः, आहारः भिन्नमस्ति. इदानीं संहारः जानाति वा, संहारः, संहारः, विहारः, विहारः पुनः भिन्नः अस्ति खलु. अनन्तरं परिहारः जानाति, भिन्नमस्ति. तर्हि प्रहारः, आहारः, संहारः, विहारः, परिहारः, तत्र हृ धातुः सर्वत्र, किन्तु उपसर्गः प्र, आ, सं, वि, परि, तत्र भिन्नभिन्नरीत्या अर्थाः सन्ति खलु. अस्तु तर्हि अग्रे सुब्रह्मण्य महोदय, अग्रे उपसर्गकारणात् कारणतः कदाचित् परस्मैपदि धातुः आत्मनेपदिरूपम्, आत्मनेपदि धातुः परस्मैपदिरूपम् च प्राप्नोति. यथा वि प्लस् जयति परस्मैपदि, विजयते आत्मनेपदि. एवम् एवं जयति इति करोतु तथा स्पष्टं भवति. जयति इति परस्मैपदि, जयति परस्मैपदि, अनन्तरं वि प्लस् जयति विजयते आत्मनेपदि. अग्रे प्रा उपसर्ग तिष्ठति परस्मैपदि, प्रातित्यजु तिष्ठति, तिष्ठति परस्मैपदि, प्रतिष्ठते आत्मनेपदी, क्रीणाति परस्मैपदी, वि उपसर्ग विक्रीणीते आत्मनेपदी, तिष्ठति परस्मैपदी, अव उपसर्ग अवतिष्ठते आत्मनेपदी, रमते आत्मनेपदी, वि उपसर्ग विरमति परस्मैपदी। अस्तु, तत्र क्रयणं विक्रयणं तत्र अर्थभेदः ज्ञायते खलु। अस्तु अग्रे, यथोदाहरणम् उपसर्गसहितवाक्यानि रचयत। यथा छात्रः गृहम् आगच्छति, आ प्लस् गम्। भक्तः देवं, प्रा प्लस् नम्। भक्तः देवं प्रणमति। वाक्यं पुनः। भक्तः देवं प्रणमति, भगवान् युगे युगे सम् प्लस् भू सम्भवति। वाक्यं। भगवान् युगे युगे सम्भवति, सैनिकाः शत्रून् सम् प्लस् हृ संह सैनिकाः संहरन् संहरति, सैनिकाः शत्रून् संहरति, माता पुत्रान् परि प्लस् पाल् परिपालयति, माता पुत्रान् परिपालयति, छात्राः गुरून् परि प्लस् पृच्छ परिपृच्छति, छात्राः गुरून् परिपृच्छति परिपृच्छन्ति, सैनिकाः शत्रून् संहरन्ति इति सैनिकाः शत्रून् संहरन्ति। कविः काव्यं वि प्लस् लिख, कविः विलिखति, कविः काव्यं विलिखति। दुर्योधनः द्रौपदीम् उपहसति, कर्णः धनुर्विद्यां विस्मरति, कर्णः धनुर्विद्यां विस्मरति, साधुः धर्मम् अनुसरति, साधुः धर्मम् अनुसरति, कृष्णः सर्वान् उपकरोति, कृष्णः सर्वान् उपकरोति, गंगा हिमालयात् नी प्लस् सृ निसृजति निसरति गंगा हिमालयात् निसरति, सैनिकाः आयुधानि सम् प्लस् ग्रह संगृह्णन्ति, सैनिकाः आयुधानि संगृह्णन्ति, युधिष्ठिरः गुरोः पादौ प्रा प्लस् क्षाल प्रक्षालयति। तत्र उभयपदी अस्ति। सामान्यतया तत्र चुडादिगणे दशमगणे चोरयति प्रक्षालयति बहवः सन्ति, तत्र उभयपदिनः सन्ति। युधिष्ठिरः गुरोः पादौ प्रक्षालयति, सत्वात् ज्ञानम् सम् प्लस् जा जानाति जायते संजायते सत्वात् ज्ञानम् संजायते, अर्जुनः कृष्णं प्लस भाष प्रभाषते अर्जुनः कृष्णं प्रभाषते योगारूढः कर्मसु न अनुप्लससज्ज अनुसज्जते सज्जति अनुसज्जति इति प्रायः स्यात् न जानामि अनुसज्जते अस्ति न वा इति न ज्ञायते किन्तु सज्जति इति सामान्यरूपं सज्जति प्रायः अनुसज्जति अथवा परिवर्तते वा कदाचित् भवति खलु अस्तु अग्रे मूढाः देवं न प्राप्लस्पद् प्रपद्यन्ते मूढाः देवं न प्रपद्यन्ते मूढाः देवं न प्रपद्यन्ते अत्र अनुसज्जति अस्ति इति मन्ये अनुसज्जति प्रपद्यते नाम न प्राप्नुवन्ति खलु अस्तु अग्रे रत्ना भगिनी अग्रे उच्चैः पठता जानीत च उपसर्गसहितक्रियाः लङ् रूपाणि तव तु प्रत्ययान्तरूपाणि पुल्लिङ्गे आगच्छति आ प्लस् अगच्छत् आगच्छत् आ प्लस् गतवान् आगतवान् आनयति आ प्लस् अनयत् आनयत् आनीतवान् प्रतिवदति प्रति प्लस् अवदत् प्रत्यवदत् प्रति प्लस् उदितवान् प्रत्युदितवान् निराकरोति निर् प्लस् आ प्लस् अकरोत् निराकरोत् निराकृतवान् अनुकरोति अनु प्लस् अकरोत् अन्वकरोत् अनु प्लस् कृतवान् अनुकृतवान् प्रविशति प्र प्लस् अविशत् प्राविशत् प्र प्लस् विष्टवान् प्रविष्टवान् लिखति वि प्लस् अलिखत् व्यलिखत् वि प्लस् लिखितवान् विलिखितवान् परिहरति परि प्लस् अहरत् परिहरत् परि प्लस् हृतवान् परिहृतवान् अवगच्छति अवा प्लस् अगच्छत् अवागच्छत् अवा प्लस् गतवान् अवागतवान् न न अवा न अवगतवान् अवगतवान् अवगतवान् नियुङ्क्ते नि प्लस् अयुङ्क्त नियुङ्क्त नि प्लस् युक्तवान् नियुक्तवान् नि प्लस् अयुङ्क्त किमस्ति न पुनः हलो नियु प्लस् पुनः करोतु नि प्लस् युक्तवान् नियुक्तवान् न न न न न लङ् लङ् लकारः ओ नि प्लस् अयुङ्क्त न्ययुङ्क्त क्षम्यतां नि प्लस् अयुङ्क्त न्ययुङ्क्त अवलोकते अवा प्लस् अलोकत अवालोकत आत्मनिपदि अस्ति खलु इदानीम् आत्मनिपदि तथा अस्ति अग्रे अवा प्लस् अलोकत अवालोकत अवा प्लस् लोकितवान् अवलोकितवान् आदत्ते आ प्लस् अदत्त आदत्त आ प्लस् दत्तवान् आदत्तवान् उपजायते उपा प्लस् अजायत उपाजायत उपा प्लस् जातवान् उपजातवान् प्रपद्यते प्र प्लस् अपद्यत प्रापद्यत प्र प्लस् पन्नवान् प्रपन्नवान् निवर्तते नि प्लस् अवर्तत न्यवर्तत नि प्लस् वृत्तवान् निवृत्तवान् अस्तु अग्रे या सुब्रह्मण्यमहोदय अग्रे उदाहरणं दृष्ट्वा रिक्तस्थानं पूरयत। क्रियापदानि लङ्रूपाणि क्तवत् रूपाणि। अहरति आहरति क्रियापदम्, आ प्लस् अहरत् लङ्रूपाणि। आहरत् आ प्लस् श्रुतवान् आहृतवान्। आगच्छति आ प्लस् गच्छत् आ प्लस् अगच्छत्। नाम गम् धातोः लङ् अगच्छत् अगच्छत् आ प्लस् अगच्छत् आगच्छत् आ प्लस् गतवान् आगतवान्। उत्तिष्ठति उत् प्लस् अतिष्ठत् उदतिष्ठत् उत् प्लस् स्थितवान् उत्थितवान्। अनुगच्छति अनु प्लस् अगच्छत् अन्वगच्छत्। अनु प्लस् गतवान् अनुगतवान्। अनुसरति अनु प्लस् असरत् अन्वसरत्। अनु प्लस् श्रुतवान् अनु प्लस् श्रुतवान् अनुश्रुतवान्। प्रहरति प्लस् प्रा प्लस् अहरत् प्राहरत्। प्रा प्लस् हृतवान् प्रहृतवान्। प्रक्षालयति प्रा प्लस् क्षालयत् अक्षालयत्। प्रा प्लस् अक्षालयत् प्राक्षालयत्। प्रा प्लस् क्षालयन् प्राक्षालयन्। पुनः वदतु। प्रा प्लस् क्षालितवान् प्राक्षालितवान्। किमर्थं प्रा प्लस् क्षालितवान् प्रा प्लस् क्षालितवान् प्राक्षालितवान् प्रक्षालितवान्। नाम लङ्लकारे प्रा प्लस् अक्षालयत् तत्र अकारः प्लस् अकारः तत्र आ भवति यत्र अकारद्वयमस्ति। अवगच्छति वा? तत्र प्र प्लस् अक्षालयत् लङ्लकारे प्र प्लस् अक्षालयत् प्र प्लस् अ प्लस् अ प्राक्षालयत्। किन्तु प्र प्लस् क्षालितवान् तत्र प्र प्लस् क्षालितवान् केवलं संयोजनं भविष्यति। भेदः अवगतः वा? प्राक्षालयत् प्राक्षालयत् किन्तु प्राक्षालितवान्। अग्रे विहरति वि प्लस् हरत् अहरत् वि प्लस् अहरत् व्यहरत्। वि प्लस् हृतवान् विहृतवान्। परित्यजति परि प्लस् अत्यजत् पर्यत्यजत्। पुनः वदतु समीचीनं। परि प्लस् अत्यजत् पर्यत्यजत्। समीचीनम्। अग्रे परि प्लस् त्यक्तवान् परि प्लस् त्यक्तवान् तावदेव परित्यक्तवान् परि प्लस् त्यक्तवान् परित्यक्तवान्। निक्षिपति नी प्लस् अक्षिपत् न्यक्षिपत्। नी प्लस् क्षिप्तवान् निक्षिप्तवान्। अस्तु, वृथा भगिनी अग्रे। भगिनी उपसर्गयुक्तैः महोदय उपसर्गयुक्तैः लङ्लकार रूपैः वाक्यानि पूरयत पाण्डवाः अज्ञातवासात् आगच्छन् आ प्लस् गम् धातुः सेनापतिम् अनुसरति अनु प्लस् सृ धातुः द्रोणाचार्यः एकनिमेषः अनुसरति इति न अत्र लङ्लकारस्य व्यासः अस्ति लङ्लकारः सरलभ्यासः समाप्तः न एकनिमेषः सरति इत्यस्य लङ् किम् सरति इत्यस्य लङ्लकारः अनु प्लस् न न अनु प्लस् एकनिमेषः अनु प्लस् असरत् अनु उ प्लस् अ यण् सन्धिः उस्थाने वा अन्वसरत् अग्रे द्रोणाचार्यः शस्त्रं नी प्लस् क्षिप् अक्षिपत् न्यक्षिपत् अग्रे व्यासः महाभारतं वि प्लस् लिख् अलिखत् विलिखित् व्यलिखत् अभिमन्युः व्यूहात् बहिरागमनं वि प्लस् स्मृ स्मरति अस्मरोत् स्मरति अस्मरत् अस्मरत् व्यस्मरत् देवः भक्तान् परि प्लस् पालयति अपालयत् पर्यपालयत् अग्रे आपः समुद्रं प्र प्लस् विश् विशति अविशत् प्राविशत् अग्रे ईश्वरः भक्तानां समस्यां परि प्लस् हरति अहरत् पर्यहरत् अग्रे भक्तः देवाय पुष्पं प्रा प्लस् यच्छति अयच्छत् प्रायच्छत् ज्ञानी वृजिनं सं प्लस् तृ तृ इति तरति अतरत् समतरत् कृष्णात् सर्वं प्र प्लस् वृत् वृत् इस् वर्तते सत्यम् अवर्तत प्रवर्तत न अर्जुनः न तथा पुनः वदतु अवर्तत इति सत्यम् अवर्तत प्रावर्तत प्रावर्तत अर्जुनः गाण्डीवं वि प्लस् सृज् सृजति असृजत् व्यसृजत् सत्यम् श्रद्धावान् शान्तिम् अधि प्लस् गम् शान्तिं गम् गच्छति अगच्छत् अध्यागच्छत् पुनः वदतु गम् धातुः गच्छति अगच्छत् भवति अगच्छत् अधि प्लस् अगच्छत् अध्यागच्छत् न कथं वा स्यात् कः सन्धिः अस्ति इ प्लस् अ यण् सन्धिः ಈ ಸ್ಥಾನೆ ಇಕಾರಸ್ಯ ಸ್ಥಾನೆ ಕಃ ಯಕಾರಃ ಹಾ ವದತು ಅಧ್ಯಗಚ್ಚತ್ ಹಾ ತತ್ತು ಭಿನ್ನಂ ಅಸ್ತಿ ಅಧ್ಯಗಚ್ಚತ್ ಅಧ್ಯಗಚ್ಚತ್ ಖಲು ಆಗಚ್ಚತ್ ಇದೆ ನ ಪದ್ಯತೆ ಇತಿ ಅಸ್ತಿ ಸಾಮಾನ್ಯತೆಯ ಪದ್ಯತಿ ಪದ್ಯತಿ ಕಿಂತು ಅತ್ರ ಮಯಾ ಲಿಖಿತಂ ತಥಾ ಮಮ ಶಂಕಾ ಅಸ್ತಿ ಯತೋಹಿ ಪದ್ಯತಿ ಭವತಿ ವಾ ಪದ್ಯತೆ ಸಾಮಾನ್ಯತೆಯ ಪದ್ಯತಿ ಧಾತು ಪದ್ಯತೆ ಇತಿ ಅಸ್ತಿ ಪದ್ಯತೆ ತರ್ಹಿ ಕಿಂ ಭವತಿ ಪದ್ಯತೆ ಅಸ್ತಿ ಚೇತ್ ಅಸ್ತು ಅಗ್ರೆ ಭಕ್ತಃ ದೇವಂ ಪ್ರಾ ಪ್ಲಸ್ ನಿ ಪ್ಲಸ್ ಪತ್ ಪತತಿ ಅಪತತ್ ಪ್ರನ್ಯಪತತ್ ಸತ್ಯಂ ಪ್ರನ್ಯಪತತ್ ಕುರುಕ್ಷೇತ್ರೆ ಧರ್ಮಯುದ್ಧಂ ಅಸ್ತು ಲಕ್ಷ್ಮೀ ಉಪಸರ್ಗಯುಕ್ತಿಂಗೇ ವಾಕ್ಯಾನಿ ರಚಯತ ಭೀಮಃ ದುರ್ಯೋಧನಂ ಗದಯಾ ಪ್ರಾಪ್ಲಸ್ ಹೃ ಪ್ರಾಹರತ್ ಕೃತವತಿ ನನ್ನ ಪ್ರಹೃತವಾನ್ ಕೃಷ್ಣಃ ಗೀತಂ ಉಪತಿಷ್ಠವಾನ್ ಅರ್ಜುನಃ ರಥೋಪಸ್ಥೆ ಉಪ ಪ್ಲಸ್ ವಿಶ್ ಉಪವಿಷ್ಟವಾನ್ ಮೂಢಾಃ ದೇವಂ ಮಾನವಂ ಅವ ಪ್ಲಸ್ ಜ್ಞಾ ಅಜ್ಞಾತವಂತಃ ಅವಜ್ಞಾತವಂತಃ ಭಗವಾನ್ ಅಜ್ಞಾತವಂತಃ ಇತಿ ಭವತಿ ವಾ ಮಹೋದಯ ಅವ ಅವ ಉಪಸರ್ಗಃ ಅವ ಪ್ಲಸ್ ಜ್ಞಾತವಂತಃ ಅವ ಉಪಸರ್ಗ ಅಸ್ತಿ ಅವ ಖಲು ಅವ ಜ್ಞಾತವಂತಃ ಭಗವಾನ್ ಯೋಗಂ ಪ್ರಾ ಪ್ಲಸ್ ಬ್ರೂ ಪ್ರಬೋಧಿತವಾನ್ ಬ್ರೂ ಧಾತೋಃ ಕೃತವತಿ ಭವತಿ ವಚ್ ಧಾತೋಃ ಉಕ್ತವಾನ್ ಉಕ್ತವಾನ್ ಪ್ರಯುಕ್ತವಾನ್ ಪ್ರಾ ಪ್ಲಸ್ ಉಕ್ತವಾನ್ ಪ್ರಯುಕ್ತವಾನ್ ಪ್ರಾ ಪ್ಲಸ್ ಉಕ್ತವಾನ್ ಪ್ಲಸ್ ಉ ವಯಂ ನ ಕೃತವಂತಃ ಎತಾವತ್ ನಾಸ್ತಿ ಚಿಂತಾ ಅ ಪ್ಲಸ್ ಉ ತತ್ರ ಸಂಧಿಃ ಭವತಿ ತಸ್ಯ ನಾಮ ಅಸ್ತಿ ಗುಣಸಂಧಿಃ ಅ ಪ್ಲಸ್ ಉ ಪ್ರೋ ಅ ಪ್ಲಸ್ ಉ ಓ ತರ್ಹಿ ತರ್ಹಿ ಇ ಪ್ಲಸ್ ಅ ಇ ಪ್ಲಸ್ ಅ ಯ ಉ ಪ್ಲಸ್ ಅ ಓ ಉ ಪ್ಲಸ್ ಅ ವ ಅ ಪ್ಲಸ್ ಉ ಓ ಅ ಪ್ಲಸ್ ಇ ಎ ಎ इति सन्धयः सन्ति. तत्र यण् सन्धिः, यण् सन्धिः अस्ति इ प्लस् अ य, उ प्लस् अ व. गुणसन्धिः अस्ति अ प्लस् उ ओ, अ प्लस् इ ए. वृद्धिसन्धिः अ प्लस् ए ऐ ऐ, अ प्लस् ओ औ औ इति वृद्धिसन्धिः. अग्रे करिष्यामः. भगवान् योगं प्रोक्तवान्, शिष्यः गुरुं प्रा प्लस् नि प्लस् पत्. पतितवान्, प्रणिपातवान्, पतितवान्, पतितवान् इति पत् उपसर्गं योजयतु. प्रा प्लस् नि प्रणि पस्पतितवान् संयोजयतु. न न न, पतितवान् तत्र सन्धिः किमपि नास्ति, संयोजनं प्रणिपतितवान्. प्राणि प्रा प्लस् नि प्राणि पत् तावत् पतितवान्, प्रणिपतितवान्. मुनिः सायुज्यं सम् प्लस् आवा प्लस् आप् आप्तवान्. मुनिः सायुज्यं आप्तवान् इति कृतवान् संयोजयतु. संयोजयतु सम् प्लस् अव प्लस् आप्तवान्. समवाप्तवान्, समवाप्तवान्, सम् अव आप्तवान्. अग्रे गुणाः देहिनं देहे नि प्लस् बन्ध. बद्धवन्तः, निबद्धवन्तः. अस्तु अग्रे किमस्ति? ओ समाप्तं, समाप्तं, पाठः समाप्तः. तर्हि आहत्य विसर्गस्य विषयः कः? विसर्गस्य विषये किं किं वैशिष्ट्यम् अस्ति? वैशिष्ट्यमस्ति यत् तत्र सन्धिः किञ्चित् सन्धिविषये ज्ञातव्यमस्ति. अस्तु किं वदामः यत् उपसर्गस्य संयोजनेन कुत्रचित् अर्थपरिवर्तनं भवति, कुत्रचित् अर्थसमर्थनं पोषणं भवति, कुत्रचित् पदपरिवर्तनं भवति, परस्मैपदे आत्मपदे इत्यादिकं भवति. कुत्रचित् अर्थपरिवर्तनम् अर्हति. अपि च तत्र लङ्कारे क्रमः कः? रत्नभगिनी वदतु, लङ्कारे किं कीदृशं कार्यमस्ति लङ्कारे? यत्र उपसर्गः अस्ति तत्र अस्माकं तत्र नाम रचनं कथं भवति, किं कर्तव्यमस्ति? नाम उपसर्गः अस्ति लङ्लकारः कथं कुर्मः, जनानां दोषः कुत्र भवति? अस्तु उदाहरणार्थं